सर्वेभ्यो नमो नमः। भाषापाकः इति वर्गे भवतां सर्वेषां स्वागतमस्ति। अस्माकं भाषापाकः पुस्तकस्य प्रथमभागः समाप्तः अभवत् गतसप्ताहे, परन्तु तत्र उपस्थापनमस्ति अस्माकम्। इदानीम् उपस्थापनमस्ति चकारप्रयोगविषये। चकारः कुत्र दृश्यते, चकारः एकः आवश्यकः वा, बहवः वा, कथं करणीयम् एतादृशस्य स्थिते, तत्र कवीनां कृते किम् अस्ति, तत्र ग्रन्थे कीदृशं दृश्यते चकारप्रयोगः, एवं यत् क्रियापदम् अस्ति तस्य कीदृशरूपं भवति इति, एतत् सम्बन्धे वयं पठितवन्तः। तद्विषये अपि एव अस्माकम् उपस्थापनमस्ति उदयकुमारमहोदयस्य। उदयकुमारमहोदय, कृपया। धन्यवादः सर्वे श्रोतुं शक्यते वा? सम्यक् अस्ति। धन्यवादः। चकारप्रयोगः इति पाठस्य नाम अस्ति। पाठम् इति आरम्भं भवति, शिष्यस्य प्रश्नं भवति, रामः कृष्णः च गच्छतः इत्येव वक्तव्यम्, उत रामः कृष्णः च गच्छति इति वक्तुम् अपि शक्यम् इति प्रश्नः शिष्यस्य। अत्र पश्यामः चेत् अत्र क्रियापदं प्रथमवाक्ये रामः कृष्णः च गच्छतः, तद् द्विवचनमस्ति क्रियापदम् अन्ते। द्वितीयवाक्ये रामः कृष्णः च गच्छति इति अस्ति एकवचनं तत्र, इति प्रयोगद्वयम् इति शक्यं वा न वा इति शिष्यस्य प्रश्नः चापयति। आचार्य वदति उभयात अपि साधुत्वम् अस्ति इति आचार्यस्य उत्तरं भवति। शिष्यस्य कथम् इति साधुत्वं एकत्र एकवचनमस्ति, अन्यत्र द्विवचनमस्ति, कथं साधुत्वं सम्यक् भवति इति प्रश्नः इति आचार्यं वदति साकल्येन अन्वयं प्राप्नोति इति। चकारः साकल्येन अन्वयं प्राप्नोति, स्वातन्त्र्येण अपि अन्वयं प्राप्नोति इति। चकारस्य प्रयोगं कथं भवति इति द्विविधाः भवति, द्विविधा साकल्येन स्वातन्त्र्येण। साकल्येन इत्युक्ते सामूहिकम् इत्युक्ते इति वाक्ये रामः अग्रे गच्छति, कृष्णः अनुसरति इति अर्थं वा, अथवा साकल्येन गच्छति वा इति, स्वातन्त्र्यम् अस्ति वा अथवा इति न वा इति अन्वयं नीत्वा तस्य प्रयोगं भवति इति आचार्यस्य उत्तरं भवति। तत्र वाक्यद्वयमपि उदाहरणं दत्तवान् आचार्य, परन्तु अत्र विषयं भवति रामः कृष्णः च गच्छतः इति तु साकल्येन अन्वयः, अतः तत्र सम्यक् अस्ति क्रियापदस्य द्विवचनम् अत्र रामः कृष्णः च गच्छति, अत्र स्वातन्त्र्येण अन्वयः, रामः गच्छति कृष्णः गच्छति स्वातन्त्र्येण, साकल्येन न गच्छतः इति वयम् अर्थं अर्थान्वयः भवति तथा. अग्रे अन्य अपि प्रश्नः भवति, उदाहरणमपि भवति, परन्तु आचार्यः संक्षिप्तया वदति, चकारप्रयोगे निकटस्थेन कर्तृपदेन क्रियापदस्य अन्वयः अपि दृश्यते इति. अत्र आदित्यचन्द्रावनिरौ नलश्च द्यौभूमिरापो हृदयं यमश्च अहश्च रात्रिश्च हृदे च सन्ध्यधर्मश्च जानाति नरस्य वृत्तमिति. अत्र बहुत्र अत्र चकारप्रयोगमस्ति इति उदाहरणेन आचार्यः वदति. अन्य एकः प्रश्नः अस्ति शिष्यस्य, चकारः अन्वय अन्वयकाङ्क्ये अन्वय अन्वयकाङ्क्यां सर्वेषां पदानाम् उच्चारणस्य अनन्तरमेव प्रयोक्तव्यः एव इति वा, अथवा उपान्त्यशब्दात् पूर्वमपि प्रयोक्तुं शक्यः वा इति प्रश्नः. एकवारमेव वा वक्तव्यं वा, अथवा अन्ते एकवारम् एकवारमेव अन्ते चकारस्य प्रयोगम् आवश्यकं वा, अत्र मध्ये मध्ये अपि आवश्यकं वा, अथवा उपान्त्यशब्दात् एव वक्तुं सम्यक् भवति वा इति प्रश्नः. आचार्यः तस्य उत्तरं ददाति, चकारस्य अन्ते प्रयोगः एव औचित्यम् आवहति इत्येव भाति मम इति. इत्युक्ते अन्ते प्रयोगम् एकवारम् एव प्रयोक्तव्यम् उचितं भवति, परन्तु यदि कविः अस्ति तस्य काव्यं यदा रचयति तत्र तस्य कवितास्वातन्त्र्यं भवति, तत्र अन्य कोऽपि मात्राविषये कारणत्वेन मध्ये अपि एकं वारं वा अथवा बहुवारं वा सकारप्रयोगं नीत्वा तस्य छन्दस् इत्युक्ते इतस्तत्र कुत्रापि तत्र तदा प्रयोगं कर्तुं शक्यते इति आचार्यः वदति इति एव संक्षिप्तेन तस्य तात्पर्यम् इति मन्ये. धन्यवादाः. हा धन्यवादः महोदय, अत्युत्तमम्. अस्तु, सम्यक् एव. चकारप्रयोगः एकः एव इति तस्य आवश्यकता अस्ति, न तु बहुवारं, परन्तु पद्ये काव्ये तस्य बहुवारः भवति प्रयोगः. अस्तु, सम्यक्. सर्वमेव उक्तं यत् आसीत्, क्रियापदस्य किमर्थं माहात्म्यम् अस्ति, अन्वयः कुत्र अस्ति तत् आवश्यकम्. अस्तु, एकविषयम् अपि मम मनसि आगच्छति, अत्र साकल्यम् इत्युक्ते साकल्यः अन्य मनुष्य अन्य पण्डितः मिलित्वा वा अत्र मिलित्वा गच्छतः वा द्वयोः गच्छतः तत्र कः अग्रे गच्छति, यदि अन्यः अनुसरति वा अथवा स्वातन्त्र्येण गच्छति वा इति न भवति, कः अग्रे कः अनुसरति, तत् नास्ति. मिलित्वा एक गच्छति चेत् अत्र साकल्यम् इति तस्य अर्थमिति मन्ये. साकल्ये अत्र साकल्यः इत्युक्ते व्याकरणः इति वैयाकरणः एकः अस्ति यत् पाणिनीवत् पाणिनेः प्राक् यत् आसीत् तेन सूत्रेण आमामां तेन सूत्रेण इति अस्ति साकल्यः. यथा पाणिनिः अस्ति तथा साकल्यः अन्यत् एकः अस्ति. पाणिनि अष्टाध्यायी एवम् अन्यत् पुस्तके अपि साकल्यस्य उल्लेखः अस्ति. अस्तु सम्यक् सम्यक्. स्वातन्त्र्येण किं भवति साकल्येन किं भवति तत्सर्वं द्रष्टुं चकारप्रयोगे. अस्तु सम्यक्. इदानीं तु प्रथम यत् भाषापाकः प्रथमभागः अस्ति तत्तु समाप्तः एव. इदानीं द्वितीयभागः आरम्भं कुर्मः. सर्वेषां समीपे ई पत्रे प्रेषितः पुस्तकम् अस्ति एव खलु? आम् आम् अहं प्राप्नोमि. धन्यवादः. अस्तु सम्यक्. हा प्रायशः आगामिसप्ताहपर्यन्तं सर्वेषां समीपे पुस्तकमपि स्यात्. अस्तु तत्र आरभामहे. देवकान्तमहोदय आरम्भं करोतु प्रथमम् अध्यायः. अहं पुस्तकं न पश्यामि. प्राप्नोति. कुशलमहोदय कृपया तत्र फार्वर्ड् करोतु, प्रेषयतु कृपया एकवारम्. उभये प्रेषितवान्. हा उभये एव प्रेषितवान्. अस्तु आरभामहे, कृपया पश्यतु एकवारं. हा पूर्वशब्दप्रयोगः शिशुः श्रीमन् पूर्वदक्षिणादिशब्दानां विवरणावसरे भवान् उक्तवान् आसीत् दिक्वाचिनः दक्षिणादिशब्दाः स्त्रियां, कालदेशादिवाचिनः च पुंसि इति. तेषां योगे पञ्चमी इत्यपि उक्तम् आसीत्. पूर्वशब्दः अपि तेषु अन्तर्भूतः ननु. अतः दक्षिणशब्दस्य या व्यवस्था सा एव व्यवस्था पूर्वशब्दस्यापि. शिष्य पूर्वे आचार्य अवदत् पूर्वदक्षिणादिशब्दानां क्षमत दिग्वाजिनः दक्षिणादिशब्दाः स्त्रियाम् इत्युक्ते दिग्वाजिनः इत्युक्ते यत् पदं दिक् सूचयति तत् दिग्वाजिनः, पूर्व उत्तरदक्षिण इत्यादि तानि पदानि स्त्रीलिङ्गे अस्ति इति पूर्वे आचार्यः उक्तवान्. परन्तु शिष्यस्य प्रश्नः अस्ति पूर्वशब्दः अपि तेषु अन्तर्भूतः ननु. इत्युक्ते पूर्वशब्दः अपि श्रीलिङ्गे अस्ति वा न अथवा न इति तस्य प्रश्नः अस्ति. अथवा पूर्वशब्दस्य व्यवस्था दक्षिणशब्दस्य एव वा अथवा न इति. तावदेव अस्तु अस्तु अस्तु तत्र कुत्र अस्ति महोदय तत्र दक्षिणादि दक्षिण उत्तरादयः इति आसीत् खलु अस्माकं प्रथमभागे जानाति वा कुत्र अस्ति अध्यायः अष्टत्रिंशत् अध्यायः दक्षिणोत्तर तत् किमस्ति जानाति इदानीं स्मरति वा वक्तुं शक्यते वा किं किं पठितवन्तः तत्र दिक्वाजिनः स्त्रियाम् एव इति अहं पठामि कालदेशे कालदेशवाजिनः तु विशेषनिघ्नाः इति दिग्वाचिनः स्त्रियम् इत्युक्ते तत् स्त्रीलिङ्गे अस्ति इति दिग्वाचिनः शब्दानां लिङ्गं स्त्रीलिङ्गे अस्ति पूर्वम् पूर्व उत्तर दक्षिण तानि पदानि इत्युक्ते पूर्व अथवा अत्र दक्षिण शब्दः दिग्वाचिनः भक्तुं भवितुमर्हति अपि च कालवाचिनः अपि भवितुमर्हति तर्हि दिग्वाचिनः भवति चेत् लिङ्गं स्त्रीलिङ्गं परन्तु काल अथवा देशवाचिनः भवति चेत् तत् विशेषनिघ्नः यथा विशेषस्य लिङ्गं तादृशं विशेषणस्य लिङ्गम् अपि भवति खलु इति हा इति पठितवन्तः इति एकः भागः अस्ति एवं सर्वनामविषये अपि पठितवन्तः सर्वनाम भवति वा अथवा पूर्व उत्तरदक्षिण एकरूपः भवति पश्चिमस्यापि तादृशरूपं भवति वा इत्युक्ते सर्वनामं न भवति इति पश्चिमं तादृशं न भवति परन्तु पूर्व उत्तरदक्षिण तादृशं भवति इति अपि अन्यत् एकः बिन्दुः एव अस्ति अस्तु एवं तत्र स्यात् एतादृशम् अस्ति चेत् तत्र विभक्तिप्रयोगः अपि भवति पञ्चमीविभक्तिप्रयोगः वयं जानीमः इति हा अस्तु किञ्चित् तादृशस्य ज्ञानं नीत्वा एतत् इदानीम् अग्रे सरामः एतत् अत्र किमस्ति अत्र वदति यथा दक्षिणशब्दस्य विषये पठितवन्तः तत्र पूर्वविषये बहु किञ्चित् तत्र नास्ति भाषापाकः इति पुस्तके पूर्वशब्दस्य अत्र बहु किमपि दीयते तद्विषये पठितवन्तः पठिष्यामः तत् यद्वदति दक्षिण एवम् उत्तर यथा भवान् उक्तवान् दक्षिण उत्तरपूर्व तत् दिग्वाचिनः दक्षिणशब्दः स्त्रीविभक्त्यां कालदेशादिवाचिनः तत्र पूंषि भवति अथवा विशेषनिघ्नः अपि भवति तेषां योगे पञ्चमी इति प्रयोगः भवति वा पञ्चमी प्रयोगः पञ्चमीप्रयोगः इत्युक्ते पञ्चमीप्रयोगः इत्युक्ते हा पञ्चमीविभक्ति इति इत्युक्ते यथा वयं कर्तुं शक्नुमः चैत्रात् पूर्वः फाल्गुनः इति कर्तुं शक्नुमः खलु इति मासस्य सम्बन्धे इति पञ्चमी कालसम्बन्धे इदानीं पूर्वशब्दः अपि न तु केवलं दिग् कालसम्बन्धे अपि भवति खलु पूर्व इति पूर्वदीग वयं जानीमः परन्तु कालवाचिकः अपि भवति तर्हि पञ्चमी इति भवति सत् पृच्छति इदानीं तेषां योगे पञ्चमी इत्यापि उक्तमासीत् पूर्वशब्दः अपि तेषु अन्तर्भूतः खलु यथा दक्षिणशब्दस्य पञ्चमीविभक्ति भवति तादृशं पूर्वशब्दस्य अपि भवति अतः दक्षिणशब्दस्य या व्यवस्था सा एव व्यवस्था पूर्वशब्दस्यापि भवति खलु इति शिष्यस्य प्रश्नः अस्ति इदानीम्. इदानीं प्रश्नः इदानीमस्ति. हा, इति प्रश्नः अस्ति. सर्वे इदानीम् अवगच्छन्ति वा न अवगच्छन्ति वा इति विषयः कः? दक्षिण उत्तरादयः इति वयं पठितवन्तः. हा, वदतु वदतु. न स्मरन्ति इदानीं. हा, किञ्चित् तत्र गृहे पठन्ति चेत् सर्वं भवति. इत्युक्ते यदि दिग् अर्थे दक्षिणशब्दस्य प्रयोगः कुर्मः चेत् किं भवति? भारतस्य दक्षिणस्यां सागरः अस्ति इति. इति भवति. हा, दक्षिणस्याम् इति भवति. देश अर्थे अस्ति चेत् हिमालयात् दक्षिणे काशी अस्ति इति भवति. खलु, कालार्थे अस्ति चेत् इदानीमेव चैत्रात् पूर्वः फाल्गुनः यदि पूर्वशब्दं तत्र नयामः चेत् कालार्थे. तर्हि दिगर्थे अस्ति, देशार्थे अपि अस्ति, कालार्थे अपि अस्ति. दक्षिण उत्तर पूर्व पश्चिम एतत् सर्वं केवलं दिगर्थे अस्ति इति नास्ति. देशार्थे अपि भवितुमर्हन्ति, कालार्थे अपि भवितुमर्हन्ति, अन्यप्रयोगाः अपि सन्ति, परन्तु परिचयरूपेण एतत् सर्वं दीयते. अग्रे गत्वा वदति दिग्विचय दिग्वाचकः अस्ति चेत् स्त्रियार्थे भवति. इत्युक्ते वदति दक्षिणस्याम् इति. दक्षिणस्यां, तर्हि सा वदति दिग्वाचिनः इति सर्वे भवन्ति. इत्युक्ते पूर्वपश्चिम उत्तरदक्षिण वयं जानीमः. एवं वदति पूर्वदक्षिण एवम् उत्तर सर्वनामा भवन्ति, पश्चिम तादृश नास्ति इति वयं पठितवन्तः पूर्वे. इदानीं किं वदति शिष्यः? प्रथमप्रश्न इति इदानीं द्वितीय भाषापाकः द्वितीय भागे इदानीं शिष्यस्य प्रश्नः अस्ति. यथा दक्षिणशब्दानां विवरणावसरे भवान् उक्तवान् आसीत् खलु दिग्वाचिनः दक्षिणशब्दाः स्त्रियां भवति, कालदेशवाचिनः च पुंसि तत्र भवति, अन्य अपि विशेषनिघ्नाः अपि भवन्ति. तत्र पञ्चमी इति भवति भवान् उक्तवान् दक्षिण, पूर्वशब्दे अपि तादृशं वा? इत्युक्ते या ये नियमाः सन्ति दक्षिणशब्दे तत्सर्वम् अत्रापि तस्य तेषां प्रयोगः अत्र भवति वा इति तस्य प्रश्नः अस्ति केवलम्. अस्तु, इदानीम् आचार्यः किं वदति इदानीं पश्यामः. आचार्यः किं वदति? तत्र विनोदमहोदय पुस्तकं प्राप्तं खलु? पठतु अग्रे. आचार्य वदति पूर्वशब्दस्य पुंसि प्रथमा बहुवचने रूपद्वयं पूर्वाः पूर्वे इति स्मात्स्मिनोः विकल्पः. अतः पूर्वस्मात् पूर्वात् पूर्वस्मिन् पूर्वे इति रूपाणि. आचार्य वदति पूर्वशब्दस्य प्रथम बहुवचने रूपं भवति पूर्वापूर्वे पूर्वापूर्वे इति स्मात्स्मिनो विकल् द्वयं शब्द स्मात् पूर्वस्मात् पूर्वात् पूर्वस्मिन् इति रूपाणि भवति प्रथमा बहुवचने. अत्र किं दीयते इत्युक्ते अत्र वदति आं पूर्वशब्दस्य पुंसि तु भवति पुलिङ्गः भवति पुलिङ्गः भवति चेत् तत्र किञ्चित् द्रष्टव्यमस्ति कीदृशरूपं पूर्णतया अत्र न लिखितमस्ति पूर्वशब्दस्य परन्तु वदामः किं भवति आगतमस्ति चेत् लिखितुं शक्नुवन्ति अपि प्रथमा विभक्ति अस्ति चेत् प्रथमा तर्हि पुल्लिङ्गे किं भवति सः वदति पुल्लिङ्गे रूपद्वयं भवति पूर्वे अपि भवति पूर्वाः अपि भवति पुल्लिङ्गे प्रथमा विभक्ते बहुवचनम् इत्युक्ते गजः इति शब्दवत् सर्वत्र पुल्लिङ्गे इति बालकः एव परन्तु कानिचन तत्र भेदः अस्ति कुत्र भेदः अस्ति तद्वदामः अत्र इत्युक्ते प्रथमाविभक्तौ रूपद्वयं वदति पूर्वे इति भवति पुल्लिङ्गे अथवा पूर्वाः इति प्रथमा बहुवचनान्तं इत्युक्ते सर्वनामरूपमपि अस्ति पुल्लिङ्गरूपमपि रूपद्वयं इदानीं एकवचनम् अत्र पूर्वात् पूर्वस्मिन् इति तु तत्र करिष्यामः एकनिमिषः केवलं प्रथमाविभक्तौ इदानीम् उक्तं प्रथमा बहुवचनं यत्र भेदः भवति इति पूर्वे इति भवति अथवा पूर्वाः इति भवति प्रथमा बहुवचनं खलु इदानीमेव करिष्यामः बालकः शब्दवत् किं किं भवति तत्र अनन्तरं वदति स्मात्मिनौ स्मात्मिनौ इत्युक्ते पञ्चमी सप्तमी खलु यदि पञ्चमी भवति साधारणतया पञ्चमी एकवचनी तर्हि किं भवति पूर्वात् खलु पञ्चमी एकवचनी पूर्वात् तर्हि तद्वदति पूर्वस्मात् अपि भवति अन्यत् रूपं तर्हि विकल्पेन पूर्वस्मात् अथवा पूर्वात् पञ्चमी एकवचने भवति खलु पञ्चमी एकवचने किं पूर्वस्मात् अथवा पूर्वात् अस्तु इदानीं सप्तमी एकवचने साधारणतया जानीमः पूर्वे इति भवति बालके तादृशं परन्तु स्मिन् अपि भवति पूर्वस्मिन् सप्तमी एकवचने पूर्वस्मिन् पूर्वे इति भवति भवति अस्तु इदानीम् इति विकल्पेन किं किं भवति इदानीं पूर्णरीत्या रचयामः चेत् किं कीदृशं भवति त्रिषु वचनेषु सप्तविभक्तिषु करोतु विनोद् महोदय बालकः बालकः करोतु तदनन्तरं पूर्वः इति करोतु पूर्व इति कर्तुं बालकः बालकौ बालकाः इदानीं पूर्व पूर्व बालकाः प्रथमा विभक्ति तादृशं नास्ति तादृशं नास्ति यथा पूर्व यदा बालकशब्दः तथा पूर्वशब्दः करोतु देवकान्तमहोदय करोतु आम् आम् पूर्वः पूर्वौ पूर्वाः हा पूर्वः पूर्वौ पूर्वाः अथवा पूर्वे खलु अथवा पूर्वे हा इति वदतु हा अथवा पूर्वे वदतु हा इति विकल्पेन भवति तत्र अस्तु द्वितीयं पूर्वं पूर्वं पूर्वौ पूर्वान् करोतु। आमां पूर्वेण पूर्वाभ्यां पूर्वैः पूर्वाय पूर्वाभ्यां पूर्वेभ्यः पूर्वात् तत्र किञ्चित् अस्ति चतुर्थी पूर्वस्मै भवति। पुनः वदतु महोदय चतुर्थी वा चतुर्थी पूर्वस्मै एकवचनं सर्वनामशब्द एव भवति। चतुर्थी एकवचनं पूर्वस्मै इति भवति। पूर्वस्मै पूर्वाभ्यां पूर्वेभ्यः इति वा पञ्चमी पञ्चमी पूर्वात् अथवा पूर्वस्मात् पूर्वेभ्यां पूर्वेभ्यः तदनन्तरं पूर्वस्य पूर्वयोः पूर्वाणां पूर्वेषां वदतु अग्रे समापयतु। पूर्वे अथवा पूर्वस्मिन् पूर्वयोः पूर्वेषु इति भवति इति भवति इति रूपाणि सन्ति पुल्लिङ्गे खलु पुल्लिङ्गे इति रूपाणि इति भवन्ति। तादृश स्त्रीलिङ्गे एवं नपुंसकलिङ्गे अपि भवन्ति तादृशमेव। तर्हि अत्र किं वदति विकल्पेन स्मात्स्मिनौः इति उक्तम् इत्युक्ते वयं तत्र जानीमः स्मात्स्मिनौ इत्युक्ते सः तस्य विचारः अस्ति पञ्चमी एकवचन एवं सप्तमी एकवचनं कीदृशरूपम् एवं पूर्वे पूर्वाः प्रथमा एकवचने रूपद्वयम् इति उक्तवान् खलु। इत्युक्ते अत्र पूर्व उत्तरदक्षिण ये त्रयः किं सन्ति सर्वनामशब्दाः सन्ति इति प्रथमबिन्दुः। द्वितीयबिन्दुः अस्ति एवं तस्य अर्थः किं भवति दिग्वाचकः देशवाचकः कालवाचकः इति। एवं पूर्व पश्चिम उत्तरदक्षिण एतत् सर्वम् इति प्रातिपदिकरूपेण सूचयन्ति। यथा देशवाचकः यदि अस्ति चेत् आधिक्येन स्त्रीलिङ्गे अर्थे तेषु लिङ्गेषु अपि भवति तत्र तेषु लिङ्गेषु अपि भवन्ति प्रत्येक उत्तरदक्षिण सर्वत्र तेषु लिङ्गेषु इत्युक्ते यथा वयं पठितवन्तः भाषापाकस्य पुस्तके षट्त्रिंशत् आचार्यः किं वदति तत्र दिग्वाचिनः अस्ति चेत् स्त्रियामेव एवं देशकालवाचकः अस्ति चेत् विशेषनिघ्नाः। इत्युक्ते किं विशेषस्य यद्लिङ्गं विशेषणस्य तदेव लिङ्गं लिङ्गं यतोहि त्रिषु लिङ्गेषु भवति वचनं लिङ्गं इत्युक्ते यदि यदि पुल्लिङ्गे यदि स्त्रीलिङ्गे भवति चेत् स्त्रीलिङ्गे अस्ति चेत् पूर्वशब्दस्य बहुवचनान्तरूपं केवलं पूर्वाः एव भवति एवं नपुंसकलिङ्गे अस्ति चेत् पूर्वाणि इति भवति खलु यदि पूर्वशब्दमस्ति चेत् एतादृश इति रूपाणि भवति सर्वनाम प्रकारेण प्रयोगः अस्ति चेत्। अस्तु अग्रेसरामः इदानीं किञ्चित् तत्र बहु किमपि अस्ति अत्र शनैः शनैः गच्छामः। पश्यामः अग्रे अग्रे कुशल महोदय. आम् शिष्यः स्त्रियाम् एवं विकल्पः नास्ति खलु. शिष्यः पृच्छति स्त्रियां विकल्पः नास्ति, अर्थात् स्त्रीलिङ्गम् अपि अपि अस्ति केवलं, किन्तु विकल्पः नास्ति, एकः रूपम् आचार्यः वदति नास्ति. अतः प्रथमा बहुवचनान्तं रूपं कुर्वः इति. एवमेव पञ्चम एकवचनान्तं रूपं पूर्वस्याः इति. सप्तमैकवचनान्तं रूपं पूर्वस्याम् इति च. नात्र विकल्पस्य प्रसक्तिः आचार्य वदति विकल्पः अपि अस्ति. प्रथमा भवति वचनरूपान्तं भवति पूर्वः पुल्लिङ्ग् बहुवचनवत्. एवमेव पञ्चम एकान्तवचनरूपं पुरस्याः स्त्रीलिङ्गम् इति. सत्यमेव वचनान्तम् इति पूर्वस्यां तरुणामरूपम् इति च. भिन्नभिन्नरूपमस्ति. अवगच्छति वा न वा रूपम् अहं जानामि, पुल्लिङ्ग स्त्रीलिङ्गं सर्वनामरूपं, परन्तु पूर्णरूपेण अर्थं न जानामि. कः आचार्यः कः वदति? हा हा, इति तत् अस्ति माहात्म्यम्. अत्र तत् अस्ति माहात्म्यम् इत्युक्ते आचार्यः किं वदति तत् विषये अस्ति. हा, अवगच्छति वा न वा? न अस्तु अस्तु अस्तु, नास्ति चिन्ता. अत्र किं वदति शिष्यस्य प्रश्नः किम्? अस्तु भोः, पुल्लिङ्गे तु रूपाणि उक्तवान्, इदानीं स्त्रीलिङ्गे कः आशयः अस्ति? किमर्थं यदि सर्वनामशब्दाः सन्ति तर्हि त्रिषु लिङ्गेषु भवन्ति? तर्हि पुल्लिङ्गे विकल्पः आसीत् कुत्र कुत्र? प्रथमा बहुवचने, पञ्चमी एकवचने, सप्तमी एकवचने, खलु विकल्पः? हा, प्रथमा एकवचने पूर्वे अथवा पूर्वाः, पञ्चमी एकवचने पूर्वस्मात् अथवा पूर्वात्, सप्तमी एकवचने पूर्वस्मिन् अथवा पूर्वे, खलु? इदानीं चतुर्थी अपि सर्वनाम अस्ति, यतो हि पूर्वस्मै इति तु इति अभवत्. रूपद्वयम् इति नास्ति महोदय, पूर्वाय इति नास्ति वा? पूर्वाय पूर्वस्माय इति नास्ति, पूर्वस्मै एव एकमेव रूपद्वयं भवति. प्रथमा, हा, रूपद्वयं भवति प्रथमा बहुवचने, पञ्चमी एकवचने, सप्तमी एकवचने. हा, केवलं तादृशमस्ति. तर्हि हा इति अस्ति रूपाणि. हा, तर्हि स्त्रीलिङ्गे इदानीं प्रश्नः अस्ति, स्त्रियां विकल्पः विकल्पेन भवति वा? आचार्य वदति नास्ति, लिङ्गे तु विकल्पः नास्ति, यथा शिष्यः अपि उक्तवान् तादृशेन, स्त्रियां तु विकल्पः न भवति खलु. तर्हि अतः किं वदति? आमां, प्रथमा बहुवचनान्तरूपं केवलं पूर्वाः एव, खलु? हा, एवं पञ्चमी एकवचनान्तरूपं भवति पूर्वस्याः. तत्र पूर्वस्मात् एवं पूर्वात् रूपद्वयमासीत् खलु? पञ्चमी हा पुल्लिङ्गे पुल्लिङ्गे पूर्वस्मात् पूर्वात् त्रिलिङ्गे केवलं पूर्वस्याः एव एकः एव रूपम् इति वदति एकः हा पूर्वस्याः एवं सप्तमेकवचनान्तरूपं विकल्पः नास्ति कुत्रापि सप्तमेकवचनान्तरूपं तु पूर्वस्यामेव षष्ठी पूर्वस्याः एव भवति कुत्र महोदय षष्ठी एकवचन बहुवचनं वा एकवचनं हा यथा यथा स्त्रीलिङ्गे अस्ति आमां हा एव हा इति वदति अस्तु अस्तु इति अस्ति केवलं स्त्रीलिङ्गे वदति हा तर्हि नपुंसकलिङ्गे किं भवति अत्र न दत्तमस्ति न नापि आलोचः एव नपुंसकलिङ्गे किं भवति नपुंसकलिङ्गे विकल्पद्वयं पुल्लिङ्गवत् हा पुल्लिङ्गवत् परन्तु एकः एकस्थले विकल्पः नास्ति इति मम प्रश्नः इति उत्तरः उत्तरमेव इत्युक्ते समीचीनं प्रथमं बहुवचनं विकल्पं नास्ति विकल्पं नास्ति पूर्वाणि परन्तु पञ्चमी एकवचने अस्ति पूर्वस्मात् पूर्वात् एवं सप्तमी एकवचने अपि अस्ति पूर्वस्मिन् पूर्वे यथा पुल्लिङ्गवत् तादृशं सर्वत्र तादृशमेव अस्ति परन्तु प्रथम बहुवचने विकल्पः इति नास्ति पूर्वाणि एक एव रूपम् इति अस्ति हा गृहपाठरूपेण किं कर्तुं शक्यते इत्युक्ते कोष्टकं कृत्वा लिखितुं प्रेषयतु ई पत्रे पूर्वशब्दः यदा सर्वनामशब्दः भवति तर्हि पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपाणि किं किं भवति इति सर्वे जानन्ति इदानीं विकल्पत्रयमेव पुल्लिङ्गे स्त्रीलिङ्गे विकल्पं नास्ति नपुंसकलिङ्गे विकल्पद्वयं कुत्र कुत्र पञ्चमेकवचने सप्तमेकवचने यद् जानीमः चेत् कर्तुं शक्यते खलु इति प्रथमभागः अस्ति एषः अध्यायस्य प्रथमभागः अस्ति इति लिङ्गभेदः भवति चेत् अत्र रूपभेदः विकल्पेन अपि दृश्यते वा पूर्वशब्दस्य इति आचार्यस्य उत्तरम् एतादृशम् अस्ति अस्तु अग्रेसरामः इदानीं प्रसाद् महोदय शिष्यः पूर्वशब्दः अव्ययम् अपि खलु शिष्यः पृच्छति पूर्वशब्दः अव्ययम् अपि अस्ति अस्ति खलु इति तस्य प्रश्नः अव्ययमस्ति चेत् तत्र रूपान्तरं न भवति पुंलिङ्ग स्त्रीलिङ्ग पुंसलिङ्ग आचार्यः आम् प्राचीने काले आरम्भकाले प्रथम्येन इत्यादयः अर्थाः तस्य प्रयोगः यथा पूर्वमेव मया ज्ञातुं पूर्णमे तद्भि मेधसा पञ्चतन्त्रे ग्रन्थे अस्ति तत्र प्राचीनकाले आरम्भकाले प्रथमस्मिन् इत्यादयः अर्थाः अस्ति चेत् तत्र अव्ययं भवति पूर्वशब्दः तत्र उदाहरणम् अपि भवति पूर्वमेव मया ज्ञातुं पूर्णमे तद्भिधि मेधसा मेधसा अर्थं न जानामि पूर्णमे तद्भिः पूर्वं मानादवज्ञाय मानादवज्ञाय द्रव्यार्थे जनानि वशात् मृत्य भवति जननीवशात् जननीवशात् मानादवज्ञाय कोऽपि मनुष्य नाम अस्ति वा मानवदज्ञाय मानवदज्ञ करिष्यामः तत् तत् परन्तु भवान् इदानीं चिन्तयति तत्र पूर्वशब्दस्य कीदृशस्थितिः तत् अस्माकं माहात्म्यं तदनन्तरम् अर्थं किमस्ति तदपि पश्यामः पूर्वं प्रथम उदाहरणे पूर्वमेव अस्ति अर्थमस्ति प्राचीनकाले प्राचीनकाले इति अर्थमस्ति पूर्वमेव मया ज्ञातुं पूर्णमेतादृतिः मेधत दूसर द्वितीय उदाहरणे पूर्वं मानसज्ञाय द्रव्यार्थे अत्रापि पूर्वम् अस्ति आरम्भकाले इति अस्ति प्राचीनकाले अत्र कमपि सूचयति अत्र किं कालं न सूचयति पूर्वमेव तत् पश्यामः तदेव विषयः अस्ति अत्र इत्युक्ते उल्लेखं दिक्वाचकः इत्युक्ते तत्र इदानीम् अत्र कालवाचकम् अत्र प्राचीनकाले इति आरम्भकाले कालवाचक प्रयोगमिति अत्र पूर्वशब्दम् आरम्भे किम् अभवत् आरम्भे आरम्भे आचार्यः उक्तवान् दिग्वाचिनः यदा सन्ति तत् स्त्रीलिङ्गं कालदेशे यदि भवति चेत् विशेषलिङ्गाः भवति यद् विशेषलिङ्गं तत् तद्भवन्ति इति अस्माकं विचारः इति आसीत् आरम्भे इदानीं तस्य प्रयोगः भवति तत्र प्रयोगः भवति अव्ययरूपम् अपि भवति वा यदि अव्ययरूपं भवति कुत्र कुत्र दृश्यते कानिचन उदाहरणानि वदन्तु यतोहि वयम् अवगच्छामः भवत्या माम् अव्ययमपि भवति यदा कालसम्बन्धि भवति तथा भवति कालसम्बन्धि भवति चेत् इत्युक्ते किं प्रयोगः कीदृशः एकः एव तत्र वाक्यमस्ति तत्र पूर्वमेव मया ज्ञातं पूर्णम् एतत् खलु इति अस्ति पूर्णम् एतत् मेधसा अत्र द इति लिखितमस्ति सः मेधसा इति भवति इति कृत्वा अत्र किमस्ति प्राचीनकालस्य उल्लेखः इति महत्त्वपूर्णमस्ति पूर्वमेव इति पूर्वम् इति अभवत् खलु अव्ययम् इति कृत्वा पूर्वमेव पूर्वम् इति रूपं भवति खलु तदनन्तरं यद्वितीय उदाहरणमस्ति मृच्छकटिकम् इति अस्ति तत्र पूर्वं मानाद् अवज्ञाय मानात् अवज्ञाय द्रव्यार्थे जननीवशात् इति भवति अत्र आरम्भकाले इति भवति आरम्भकाले एवं तस्य उदाहरणमस्ति अत्र प्रथम उदाहरणमस्ति प्राचीनकालविषये द्वितीय उदाहरणमस्ति आरम्भकालविषये एवं तृतीय उदाहरणं यत् अस्ति यत् पुनः पञ्चतन्त्र पुस्तके अस्ति तत् भवति प्राथम्येन प्रथमे पूर्वं तावत् अहं मूर्खः द्वितीयः पाशबन्धकः इति खलु पूर्वमित्युक्ते आरम्भे इति तस्मिन् अर्थे अस्ति प्रथमे इति कोऽपि वदति तत्र पञ्चतन्त्रे कथा अस्ति सत् खलु कोऽपि इति वदति पूर्वे इत्युक्ते अन्तिम अन्तिम उदाहरणे इत्युक्ते प्रथमे प्राथम्येन आदौ आमामां समीचीनम् आदौ एवं प्रथम उदाहरणे किमासीत् पूर्वमेव मया ज्ञातम् इत्युक्ते इति प्राचीनकाले तत् आसीत् द्वितीय उदाहरणे आरम्भकाले इति आसीत् इति एतत् केवलं व्यवहारः अस्ति अन्यत् किमपि नास्ति तर्हि तदनन्तरम् इदानीम् अत्र अव्ययरूपम् अस्ति कुत्र कालिकसम्बन्धे अस्ति कालिकसम्बन्धे इति द्वितीय उदाहरणम् इदानीं दृष्टवन्तः अस्तु अग्रे सरामः अग्रे कीदृशविषयः अस्ति तत् पश्यामः अस्तु अश्लेष महोदय इदानीं सर्वे पुनः तत्र पश्यन्तु कीदृशविचारः अस्ति अन्ततो गत्वा सारांशेन अपि वदन्ति सर्वे खलु अस्तु अग्रे हा वदतु शिष्यः वदति तत्र अस्ति खलु आमां शिष्य चैत्रात् पूर्वः फाल्गुनः रामः लक्ष्मणात् पूर्वः इत्यादिषु पूर्वशब्दस्य कः अर्थः आं शिष्यः नूतन उदाहरणद्वयम् इदानीं वदति चैत्रात् पूर्वः फाल्गुनः तत्र कालसम्बन्धी अस्ति तदनन्तरं रामः लक्ष्मणात् पूर्वः तत्र रामः अग्रजः अस्ति चेत् तर्हि तत्रापि पूर्वः शब्दस्य प्रयोगः तर्हि शिष्यस्य प्रश्नमस्ति अत्र पूर्वशब्दस्य कः अर्थः अस्ति आचार्यः वदति तत्र कालवाचकत्वं तस्य तद्योगे पञ्चमी आं तर्हि आचार्यः वदति अत्र प्रयोगः यत् अस्ति तत्र कालसम्बन्धः प्रयोगः अस्ति कालवाचकत्वम् अस्ति पूर्वशब्दस्य तर्हि यदि कोऽपि पदं वयं योजयामश्चेत् तत्र पञ्चमीविभक्ति उपयुज्य कर्तुं शक्नुमः तर्हि अत्र चैत्र तस्य पञ्चमीविभक्तिः अस्ति चैत्रात् पूर्वः फाल्गुनः लक्ष्मणात् पूर्वः रामः इति अस्ति समीचीनमस्ति यदि एतादृशं नयामः चेत् कालवाचिनः तर्हि तत्र भवति तत्र पूर्वशब्दस्य इति पञ्चमीविभक्ति भवति बहुत्र इति आचार्यः वदति अस्तु अन्यत् उदाहरणं वक्तुं शक्यते वा एतावत् यथा दीयते यथा पुस्तके कालवाचिनः यत् सन्ति समयः अस्ति खलु शनिवासरात् पूर्वः शुक्रवासरः इति अस्ति उदाहरणानि सम्यक् अस्तु महोदय प्रश्नः रामः लक्ष्मणात् पूर्वः इति वाक्यं कथं कालवचनः शब्दः महोदय काल इत्युक्ते कस्य जन्म कदा अभवत् कः प्रथमे आरम्भे पूर्वः रामः तत्र पूर्वः रामः कस्य जन्म आरम्भे अभवत् कस्य जन्म कस्मात् प्राक् इति अस्ति सम्यक् उदयकुमार् महोदय अग्रे पूर्वं कायस्य इत्यत्र इत्युक्ते इत्यत्र प्रयोगः कः इति प्रश्नः आचार्यः तत्र तु अवयववाचकत्वं तद्योगे षष्ठी भवितव्यः यत्र कालवाचकत्वम् अस्ति तत्र पञ्चमी प्रयोगं यदि अवयववाचकत्वं यदि दृश्यते तत्र षष्ठी प्रयोगं कर्तव्यम् इति अस्ति कायस्य कायः इत्युक्ते देहः इति वा काय कार्यस्य अर्थं किं किम्? अत्र पश्यतु, अत्र किम् अभवत्? षष्ठीविभक्तिप्रयोगः खलु. ओके, पूर्वं कायस्य पूर्णस्य अष्टं कम् अवयववाचक समासः अस्ति महोदय. कायस्य कायः अत्र इत्युक्ते समासविषये अपि पठितवन्तः अस्माकं. समासविषये अपि पठितवन्तः एतस्य उदाहरणं. वदतु वदतु. अतः अवयववाचकम् अतः षष्ठी प्रयोक्तव्य इति आचार्य वदति. अत्र विशेषणत्वेन अपि अवयव इत्युक्ते जानाति वा? अवयव अवयव इत्युक्ते शरीरम् अथवा देहम् अथवा पूर्णस्य भागम् अवयवः अस्ति इत्युक्ते शरीरम् इति चेत् अङ्गाः सन्ति खलु, हस्तः अङ्गानि सन्ति. परन्तु देहशरीरस्य अवयवः एव भवति वा? किमपि अवयवः किमपि घटमस्ति चेत् घटस्य भागः, पटः अस्ति चेत् पटस्य भागाः सन्ति. अवयव अवयवीभावः इति अस्ति खलु तत्र. तदेव इदानीं किञ्चित् स्मरामि. कस्य कः कस्य अवयवः इति पठितवन्तः अपि एतादृशसम्बन्धे. अत्र पूर्वं कायस्य इति किं भवति? पूर्वकायः इति समासविषयः अस्ति, पठितवन्तः वयम्. पूर्वं कायस्य पूर्वकायः किम् अत्र अस्ति? षष्ठी, षष्ठीतत्पुरुषः अस्ति इति समासविषयः अपि अस्ति पूर्वकायः इति. अत्र अवयव प्रथमा अस्ति किं महोदय? पुस्तके प्रथमा इति दत्तं पुरुष तत्पुरुष प्रथमा पूर्व पूर्वकायः इति. क्षम्यतां कायस्य पूर्व कायं कायं पूर्वं वा कायस्य पूर्वं कायस्य पूर्वं कायं वा पूर्वकायः पूर्वं कायस्य पूर्वकायः इति भवति इति अस्ति तत्पुरुषः प्रथमा एव अस्तु. समीचीनम्, अग्रे सरामः. इदानीं अग्रे देवकान्त महोदय. आमां, शिष्यः विशेषणत्वेन अपि पूर्वशब्दः प्रयोक्तुं शक्यः खलु? तत् अभवत् वा? न अभवत्, पठतु तत्. आमां, मम प्रश्नः अस्ति एकं निमिषं महोदय. वदतु वदतु. अत्र पूर्वं कायस्य इति अत्र किमर्थं पूर्वं यदि पुरुषसमासः अस्ति चेत् पूर्वकायः समीचीनं, कायस्य पूर्वः इति किमर्थं नास्ति? पूर्वम् इति किमर्थं पूर्वः इति नास्ति किमर्थं नास्ति इति नाम किमर्थं वदतु यदि मम प्रश्नः अहं न जानामि किमर्थमिति किमर्थमित्युक्ते अव्ययं रूपेण प्रयोगः तस्य समासविषये अव्ययरूपेण अवयवरूप अस्ति चेत् पूर्व नपुंसकलिङ्गं पूर्वम् इति आवश्यकं वा पूर्वः नास्ति वा न न अवयव इति नास्ति अत्र अव्ययरूपेण पूर्वशब्दस्य प्रयोगः अव्यय अव्यय अव्ययम् अस्ति खलु पूर्वशब्दः अव्ययम् पूर्वम् इति एव अव्ययम् उदाहरणत्रयमपि पश्यतु आम् तादृशमस्ति अव्ययम् इति अस्ति इति भवति यथा अन्यत् उदाहरणमस्ति खलु पूर्वं रात्रेः पूर्वरात्रः अपि अस्ति खलु तादृशमेव तत्पुरुषरात्रिविषये अपि तादृशमस्ति अव्ययरूपेण तस्य पूर्वपदस्य प्रयोगः भवति तादृशम् पूर्वं रात्रेः पूर्वरात्रः इति भवति अन्यत् रूपमपि अस्तु इदानीं सम्यक् वा महोदय अस्तु प्रश्न कालवाचकः तर्हि विकल्पेन अव्यय अथवा पुल्लिङ्ग द्वयोः भवति किं किं कालवाचकः यथा रामः लक्ष्मणात् कालवाचकः तत् अव्ययं नास्ति पूर्वं कायसे इति कालवाचकः अव्ययम् अव्ययरूपेण भवति एवं तस्य भावः किमस्ति अवयववाचकत्व इति अस्ति अवयव इत्युक्ते किं यः शरीरम् एवम् अङ्गं विभाजनं न कर्तुं शक्नुमः विभाजनं भवति चेत् तस्य कोऽपि माहात्म्यं नास्ति तद्भवति अवयव अवयव अवयवी इति विषये अस्ति एतादृशं स्थितिः अस्ति चेत् अव्ययरूपेण पूर्वशब्दस्य प्रयोगः इति वदति हा शिष्यस्य वदति पूर्वशब्दस्य प्रयोगं विशेषणत्वेन अपि कर्तुं शक्यते इति सः वदति आचार्यः आम् पूर्वपदं पूर्वार्थं पूर्वपक्षः इत्यादौ विशेषणत्वेन एव तस्य प्रयोगः आचार्य केचन उदाहरणानि दत्तवान् पूर्वपदं क्षम्यता पूर्वपदम् अथवा पूर्वं पदं पूर्वार्थम् अथवा पूर्वम् अर्थं पूर्वपक्षः अथवा पूर्वः पक्षः एतेषु पदेषु पूर्वपदस्य विशेषणत्वं भवति विशेषणविशेषभावं भवति अस्तु समीचीनं किञ्चित् वदामि यत् पूर्वे प्रश्नः आसीत् इदानीं पूर्वं कायस्य इति प्रथमा तत्पुरुषे निश्चये तत्र समीचीनतया उक्तमेव तत्र प्रथमा तत्पुरुषे तत्र पूर्वशब्दस्य प्रयोगः भवति यथा पूर्वं कायस्य तत्पुरुषसमासः कुत्र भवति इदानीम् इत्युक्ते प्रथमा तत्पुरुषौ यदि पूर्वशब्दस्य प्रयोगः अस्ति अथवा अपरशब्दस्य प्रयोगः अस्ति अथवा अधर उत्तर एतादृशशब्दानां सन्ति परन्तु कीदृश उदाहरणे भवति अवयविवाचिक इति अर्थाः भवेत् अवयविवाचक अर्थाः भवेत् इत्युक्ते किम् उदाहरणं पूर्वं कायस्य पूर्वकायः इति भवति. तर्हि उदाहरणं कर्तुं शक्नुमः वा? पूर्वः छात्राणां पूर्वछात्रा एतादृशं भवति वा? अथवा पूर्वं छात्रस्य पूर्वछात्रः इति भवति वा? तर्हि उत्तरेण अत्र लिखति, एतादृशं न भवति. किमर्थम्? अत्र अवयविभावः नास्ति, अवयविभावः नास्ति. अवयव अवयविभावः इति आवश्यकं, तर्हि भवति खलु इति वदति. यतोहि अवयव अवयविभावः तत्पुरुषतमासि इति आवश्यकम् इति एकमस्ति. पूर्वशब्दस्य अन्यत्र अपि अस्ति, यथा जानीमः, देशवाचकः भवति, कालवाचकः अपि भवति. यतोहि अस्माकम् उदाहरणे एतत् अस्ति इति पूर्वम् अह्नः पूर्वान्नः अपि भवितुमर्हति खलु. यदा मध्यम् अह्नः मध्याह्नः, अपरम् अह्नः अपराह्नः, तथा पूर्वम् अह्नः पूर्वान्नः खलु. हा, तदपि भवति. अत्र कालवाचकं भवति. कालवाचकं भवति इत्युक्ते वयं जानीमः अव्ययरूपेण भवति पूर्वम्, अत्रापि तादृशं. तर्हि समासे इति पूर्वशब्दस्य अव्ययरूपेण प्रयोगः भवति. यथा पूर्वं कायस्य पूर्वकायः, पूर्वान् अह्नः पूर्वान्नः. परन्तु कीदृशस्थितिः अस्ति? अवयव अवयविभावः अस्ति, अथवा अत्र देशकालवाचिनः अस्ति, कीदृशमस्ति तत् तस्य अवगमनम् इति आवश्यकमस्ति. यथा पूर्वं छात्रः पूर्वछात्रः इति न भवति. किमर्थं? तत्र अवयव अवयविभावः एव नास्ति इति कृत्वा तादृशमस्ति. अस्तु, देवकान्तमहोदय वदतु कृपया किञ्चित्. हा, इदानीं किं पठितम्? विशेषणत्वेन इदानीं खलु नूतनभागः. देवकान्तमहोदय अस्ति वा? देवकान्तमहोदय नास्ति वा? अस्तु, क्षम्यतां महोदय. हा, वदतु. अस्ति, अस्ति एव. वदतु, तत्र विशेषणत्वेन किं भवति? पूर्वं पदं, तत् पदम् इति नपुंसकलिङ्गे अस्ति. पूर्वमपि नपुंसकलिङ्गे एकवचनम् अस्ति. पूर्वमपि अपि नपुंसकलिङ्गे एकवचनमस्ति. तावदेव पूर्वार्थं. पूर्वपक्षः प्रथमा पुल्लिङ्गे, प्रथमाभक्ति पुल्लिङ्गरूपम् अस्ति. कीदृशमस्ति एतत् सर्वं? पूर्वपदं, पूर्वार्धं, पूर्वपक्षः, एतादृश एतत् कीदृश अस्ति? अत्र कीदृशभावः अस्ति? कीदृशरूपः रूपं कीदृशमस्ति? अवयवी भावः अस्ति. विशेषविशेषभावः अपि अस्ति. न अवयव अवयविभावः अत्र तु नास्ति. अत्र परन्तु विशेषविशेषविशेष्यभावम् अस्ति खलु. कुत्र दृश्यते तत्? पूर्वं पदं, पूर्वम् अपि प्रथमा विभक्ति एकवचनं. कर्मधारयसमासः इति उत्तरं महोदय. कर्मधारयसमासः इदानीमेव इति प्रथमा तत्पुरुषः इति यथा कृतवन्तः पूर्वं कायस्य पूर्वकायः तादृशं पूर्वं पदं पूर्वं पूर्वपक्षः अथवा पूर्वार्धं पूर्वम् अर्धम् एतादृशं विशेषणविशेष विशेष्यरूपेण किं भवति कर्मधारयसमासः इति भवति अत्र पूर्वान्नः यदि अस्ति पूर्वान्नः तत्तु गीताप्रवेशे प्रथमतत्पुरुष एव दीयते पूर्वान्नः तथा अस्ति महोदय इति उक्तवान् खलु सर्वदेशवाचकः अथवा सर्वकालवाचकः अस्ति चेत् पूर्वान्नः पूर्वम् अन्नः पूर्वान्नः इति प्रथमतत्पुरुषः एव सम्यक् परन्तु अत्र पूर्व अन्नः अत्र न दत्तमस्ति खलु आमामाम् एकनिमिषः प्रथमा तत्पुरुषे किं भवति यत् शब्दमस्ति अहन् इति शब्दः अन्नः यत् भवति खलु अहन् अहन् यद् उत्तरम् इति अहन् इति पदं भवति अहन् इति पदम् अह्नः इति भवति तस्य स्थाने अह्नः इति आदेशः भवति कुत्र प्रथमा तत्पुरुषे परन्तु पदमस्ति अहन् इति कृत्वा भवति तत्पुरुषे प्रथमा तत्पुरुषे एव परन्तु अत्र अहं नास्ति खलु अत्र पश्यतु अहं तु नास्ति अत्र उदाहरणं नास्ति हा इति अस्ति एवं वदतु तत्र पुस्तके परन्तु पूर्व अपर अर्ध अपि दत्तमस्ति तर्हि अहं किञ्चित् तत्र क्लिष्टं भवति परन्तु अर्ध भिन्नमस्ति अत्र अर्धं रात्रेः दत्तमस्ति पुस्तके अर्धरात्रः तत्र तत् आमां समीचीनम् अवगतम् अस्तु अस्तु अत्र अन्यदपि अस्ति अत्र विशेषणत्वेन खलु इत्युक्ते विशेषनिघ्नं भवति कुत्रापि नपुंसकलिङ्गे कुत्र पुल्लिङ्गे कुत्र स्त्रीलिङ्गे एतादृशं भवति आमां किमर्थम् इत्युक्ते विशेषणत्वेन पूर्वपदस्य प्रयोगः अत्र पूर्वः पक्षः इति पूर्वपक्षः पश्यतु तत्र विशेषणत्वेन इत्युक्ते कर्मधारे समासे भवति चेत् त्रिषु लिङ्गेषु अपि पूर्ववदस्य प्रयोगः भवति अस्तु सम्यक् पूर्वस्य पक्षः अपि भवितुमर्हति वा पूर्वस्य पक्षः इति समीचीनं तत्र षष्ठी अपि भवितुमर्हति यदि कर्तुम् इच्छति चेत् इति द्रष्टुं शक्यते महोदय इत्युक्ते कीदृश कीदृशप्रयोगः अस्ति समासविषयः एव तादृशमस्ति खलु एकं पदं दृष्ट्वा वक्तुं न शक्यते सन्दर्भः कीदृशः अस्ति द्रष्टव्यमस्ति अस्तु सम्यक् इदानीं कः विनोद् महोदय पठति खलु महोदय शिष्यः वदति एवं तर्हि पूर्वशब्दः यत्र दश्यते तत्र प्रयोगे विशेषावचनाम् अपेक्षते अर्थं मनसि निधाय विभक्तिः प्रयोक्तव्या शिष्य वदति पूर्वशब्द विशेषधनं प्रयोग दर्शयति अर्थं धारयित्वा मनसि स्थापयतु मनसि विभक्ति प्रयोग स्थापयति इत्युक्ते तर्हि शिष्यः किं वदति हा महोदय शिक्षकः यत् अस्ति बहु किमपि महोदय उक्तवान् एतावत्पर्यन्तं पूर्वपदसम्बन्धे खलु आरम्भे उक्तवान् एतत् सर्वं यदि दिग्वाचकः भवति चेत् तर्हि किं भवति स्त्रीलिङ्गे देशकालादि भवति चेत् तु त्रिषु लिङ्गेषु भवति एव तर्हि तत्र पुनः उदाहरणत्वेन वदति इति का केवलं कालसम्बन्धे अस्ति चेत् पञ्चमी विभक्ति तस्य दृश्यते रूपाणि भिन्नभिन्नम् अस्ति, कालसम्बन्धे भवति चेत् तत्र अव्ययं भवति कुत्र, खलु समयसम्बन्धे भवति चेत् तस्य पूर्व इति पञ्चमी विभक्तिप्रयोगः अस्ति, एवं पुनः अव्ययरूपेण भवति चेत् समासः अस्ति तत्र प्रथमतत्पुरुषसमासे अवयववाचकः अपि अस्ति एवं देशकालवाचकः अपि अस्ति, एवम् इदानीं भवति वदति कर्मधारे समासे अपि पूर्वपदस्य प्रयोगः इति अस्ति विशेषणविशेषत्वेन, खलु इत्युक्ते बहु किमपि अस्ति पूर्वपदस्य प्रयोगः, एवं भिन्नभिन्न अर्थे अस्ति, एवं कुत्र लिङ्गपरिवर्तनं भवति, कुत्र लिङ्ग कीदृशलिङ्गं भवति, कुत्र अव्ययं भवति, त्रिषु लिङ्गेषु कुत्र भवति, दिग् स्थाने तु सर्वदा स्त्रीलिङ्गे एव भवति इति बहु किमपि नियमाः सन्ति पूर्वपदस्य सम्बन्धे। तर्हि शिष्यः किं वदति इदानीम्, एवं तर्हि पूर्वपदः यत्र दृश्यते तत्र प्रयोगे विशेष अवधानम् अपेक्षते, इत्युक्ते सावधानं महोदय, यदा पूर्वपदम् आगच्छति चेत् बहु किमपि द्रष्टव्यमस्ति इति शिष्यः वदति। किमर्थम्? आचार्यः बहु किमपि उक्तवान् एतावत्पर्यन्तम्। अर्थं मनसि निधाय इत्युक्ते कीदृश अर्थमस्ति तत् मनसि स्वीकृत्य तस्य विभक्ति अपि तादृशेन प्रयोगं भविष्यति, विभक्तिप्रयोगः कीदृशं भवति इत्युक्ते इदानीमेव दृष्टवन्तः पञ्चमी विभक्ति अत्र आसीत्, पश्यतु चैत्रात् पूर्वः फाल्गुनः इति समयसम्बन्धे रामः लक्ष्मणात् पूर्वः इति विभक्तिप्रयोगः, तत्र पञ्चमी विभक्ति आसीत्। एवम् अत्र पूर्वं कायस्य अस्ति चेत् प्रथमा पूर्वं एवं तत्र अस्ति प्रथमा तत्पुरुषः, इदानीं पूर्वं पदम् अस्ति चेत् अथवा पूर्वं पदं पूर्वः पक्षः एतादृशमस्ति चेत् कर्मधारे समासः अस्ति प्रथमा विभक्ति एव, पूर्वं कायस्य प्रथमा तत्पुरुषः, पूर्वं पदम् इति कर्मधारयः, उभयोः स्थले प्रथमा विभक्ति अस्ति पूर्वपदस्य, परन्तु एकत्र प्रथमा तत्पुरुषः अन्यत्र कर्मधारयः, समासविषयः अस्ति वयं तु जानीमः एव। तर्हि तदेव शिष्यः वदति, अर्थं निधाय एव मनसि स्वीकरणीयं भवति तत्र कीदृशं विभक्ति भवति इति अस्ति इति शिष्यः वदति, अर्थं मनसि निधाय विभक्ति कीदृशमस्ति तस्य प्रयोगः भवति इति वदति। अस्तु अग्रेसरामः, कुशल महोदय। आचार्य, श्रुतपूर्वः भूतपूर्वः ज्ञातपूर्वः इत्यादिषु पूर्वशब्दः समासस्य अन्ते श्रूयते अपि केवलसमासः, तत्र पूर्वशब्दस्य अनेकप्रयोगः भवति श्रुतपूर्वः, शृणोति पूर्वः, भूतपूर्वः कालार्थे, ज्ञातपूर्वः ज्ञानार्थे इत्यादिषु पूर्वशब्दः समासस्य अन्ते श्रूयते इति समासः भवति इदानीं श्रुतपूर्वः, भूतपूर्वः, ज्ञातपूर्वः, ज्ञानपूर्वः। शिष्य वदति मन्दहासपूर्वकं वदति इत्यादौ अपि पूर्वशब्दः। महोदय महोदय महोदय महोदय तिष्ठतु तिष्ठतु तिष्ठतु, तदेव बहु किमपि अस्ति तत्र, तत्र आचार्यः किं वदति वदतु एकवारं। श्रुतपूर्वः, भूतपूर्वः, ज्ञातपूर्वः, इदानीं भिन्नः अर्थमस्ति। श्रुतपूर्वः शृणोति पूर्वः, भूतपूर्वः कालार्थे, ज्ञातपूर्वः अपि कालार्थे अहं मन्ये समासशब्दः अस्ति। केवलसमासः तत् एतत् कालार्थे नास्ति महोदय ज्ञात् पुरा ज्ञानं भवति तर्हि पूर्व न न न तादृशं नास्ति महोदय वदतु वदतु वदतु इत्युक्ते अत्र वदति केवलसमासः जानाति वा केवलसमासः चर्चितवन्तः वदतु किञ्चित् तत्पुरुषः भेदः केवलसमासः सामान्य तत्पुरुषः केवल तत्पुरुषः इत्युक्ते किं किञ्चित् वदतु स्पष्टरीत्या वदतु इदानीं सामान्यतत्पुरुषः चत्वारि भेदाः केवलसमासः अपि भिन्नः भेदाः सम्यक् रीत्या न जानाति चेत् कोऽपि चिन्ता मास्तु अन्य कोऽपि वदेत् अस्तु देवकान्तमहोदय अहं न जानामि महोदय केवलसमासे विशेषसमासे चतुर्थः इति वयं पठामः केवलसमासः अपि चर्चितवन्तः खलु किञ्चिदेव परन्तु चर्चितवन्तः अस्माकं पूर्वकक्षेषु अपि अश्लेष महोदय अहमपि न स्मरामि वदतु वदतु महोदय विशेषणसमासः और् केवलसमासः विशेषणसमासः चतुर्थः अस्ति तत्पुरुषसमासः द्वन्द्वसमासः बहुरीः अन्य एकः अस्ति स्मरामि अपि विशेषणसमासः सन्ति केवलसमासः नञ्समासः नञ् तत्पुरुषसमासः बहु केवलसमासः किं किं केवलसमासः किम् अस्ति नञ् तत्पुरुषसमासः न न न न न तादृशं नास्ति नञ् तत्पुरुषः तथा नास्ति तत्पुरुषे भवति खलु यदि नञ् तत्पुरुषः अस्ति चेत् नञ् भवति तत्पुरुषे भवति अत्र किमपि अत्र किमस्ति साधारणरीत्या वदामः चेत् समासे परिवारद्वयं केवलसमासः विशेषसमासः खलु विशेषसमासः यथा महोदयेन उक्तम् अत्र प्रक्रिया अस्ति किमर्थम् एतादृशं भवेत् सूत्राणि अपि सन्ति यथा तत्पुरुषः बहुव्रीहिः द्वन्द्वः अव्ययभावः परन्तु अन्य कुत्रापि समासः इति दृश्यते यत् संज्ञाविशेषः एव केवलं संज्ञामात्रकसमासः तस्य नाममस्ति केवलसमासः बहुत्र न दृश्यते केवलसमासः अन्य एकसमासः परिवारः अस्ति तृतीयपरिवारः अपि यस्य नाममस्ति सुप्सुपासमासः यत् अपि बहुत्र न दृश्यते परन्तु कानिचन काव्येषु साहित्येषु एतादृश एतस्य उल्लेखः एव अस्ति तर्हि केवलसमासः यत् अस्ति एष एतत् समासस्य विस्तारेण प्रयोगः नास्ति इति आदौ केवलसमासः आसीत् कानिचन पदानि परन्तु अद्य तस्य प्रयोगः बहुत्र किमपि नास्ति यथा पूर्वं भूतः भूतपूर्वः इति भवति रूपं भूतपूर्वः यथा लिखितमस्ति खलु भूतपूर्वः इत्युक्ते किं पूर्वं भूतः इति भूतपूर्वः इति केवलसमासः भवति अथवा पूर्वं दृष्टः दृष्टपूर्वः इति तादृशम् इति केवलसमासः अथवा पूर्वं श्रुतः श्रुतपूर्वः इति अथवा पूर्वं ज्ञातः ज्ञातपूर्वः एतादृशं केवलसमासः इति श्रूयते दृश्यते केवलसमासः बहुत्र तस्य प्रयोगः नास्ति इति परन्तु केवलसमासः तत्र प्रक्रिया बहु किमपि नास्ति इति संज्ञावाचकः एव केवलं संज्ञा अस्ति एतादृशं खलु पूर्वं दृष्टः इत्युक्ते आमामां बहुकालपूर्वे दृष्टः इति कृत्वा तस्य नाममस्ति दृष्टपूर्वः खलु अथवा श्रुतपूर्वः बहुकालात् पूर्वे श्रुतम् एतत् सर्वं पूर्वं श्रुतः इति कृत्वा हा एतादृशः अस्ति केवलसमासः संज्ञावाचक इति मनसि स्थापयति चेत् सम्यक् बहु अन्यत् किमपि बहु किमपि नास्ति अपि पुस्तके अपि केवलसमासस्य बहु उल्लेखः नास्ति व्याकरणे इति अस्ति केवलसमासः अस्तु सम्यक् तर्हि तत्र एतत् न द्रष्टव्यमस्ति कस्य पदस्य प्राधान्यमस्ति वा नास्ति केवलं पूर्व पूर्वज्ञानमस्ति चेत् समीचीनं भवति आमाम् अस्तु सम्यक् अग्रे सरामः उदयकुमार महोदय शिष्यः मन्दहासपूर्वकं वदति इत्यादौ अपि पूर्वशब्दः एव खलु श्रूयते मन्दहासपूर्वकं सुन्दरप्रयोगं तत्र मन्दहासपूर्वकं वदति इति इत्यादि पूर्वकम् इति अत्र पूर्वशब्दानन्तरं सकारमस्ति इत्यादौ पूर्वशब्दः एव खलु श्रूयते का प्रत्ययश्च आधिक्येन श्रूयते पूर्वम् इति नास्ति पूर्वकम् इति अत्र का प्रत्ययः अस्ति इति तत्रापि तदेव अत्र अत्र किमस्ति इत्युक्ते अत्र शिष्यः वदति भोः केवलं समासविषये कालविषये दिग्विषये दिशविषये अस्ति इति नास्ति केवलम् अन्यत्र अपि श्रूयते पूर्वशब्दस्य प्रयोगः अत्र अस्ति क प्रत्यय प्रत्ययस्य नाम क प्रत्यय अत्र सः एकः एव उदाहरणं वदति क प्रत्ययसम्बन्धे वदति मन्दहासपूर्वकं वदति इति अहं पठितवान् कुत्र इति लिखितमस्ति मन्दहासपूर्वकं वदति इति अस्ति इत्युक्ते किम् अत्र समासः अस्ति इत्युक्ते तत्र मन्दहासः इत्युक्ते किं मन्दः च असौ हासः मन्दः च असौ हासः इति मन्दहासः इति मन्दहास इति पर् इति पदमस्ति खलु तदनन्तरम् अग्रे गत्वा मन्दहासपूर्वकं मन्दहास इति एकपदं पूर्व इति अन्यत् पदं क इति प्रत्ययः खलु इति पदत्रयमस्ति तत्र मन्दहास पूर्वं क इति त्रिमन्दहासः इत्युक्ते किं मन्दः च असौ हासः इति मन्दहासः मन्दः च असौ हासः इति मन्दहासः इति भवति इदानीं स्वार्थे भवति अस्य प्रयोगः स्वार्थे भवति इत्युक्ते मन्दहासपूर्वकं वदति मन्दहासः इति अभवत् खलु मन्दहासः मन्दहासः इत्युक्ते मन्दहासेन पूर्वं मन्दहासपूर्वम् इति भवति एवं तस्य का प्रत्ययः भवति मन्दहासपूर्वकम् इति सोपानत्रयमस्ति अत्र प्रथमे मन्दहासपदस्य उल्लेखः मन्दः च असौ हासः इति मन्दहासः तदनन्तरं मन्दहासपूर्वं मन्दहासेन पूर्वं मन्दहासपूर्वम् इति द्वितीयसोपानं तृतीयं तस्य का प्रत्ययः प्रयोगः इति स्वार्थे इति भवति क प्रत्ययस्य प्रयोगः इति भवति मन्दहासपूर्वकं कस्य पदस्य क प्रत्ययः मन्दहासपूर्वं पदस्य क प्रत्ययः इति भवति इत्युक्ते हा पूर्वपदस्य कप्रत्यये अपि प्रयोगः अस्ति इति वदति, अन्यत् किमपि नास्ति, केवलं सोपानेन तत्र उक्तवन्तः कीदृशस्थितिः अस्ति अत्र, परन्तु सारांशेन वदामः चेत् अन्तिमशिष्यस्य यत् पदमस्ति, यत् वाक्यमस्ति, तद्वदति केवलं पूर्वं पदस्य कप्रत्यये प्रयोगः अस्ति, अन्यत् किमपि नास्ति. अस्तु, कोऽपि प्रश्नः वा? तत्र प्रश्नः आसीत्, तत्र स्वार्थे इत्युक्ते किं, कप्रत्ययः? स्वार्थे कप्रत्ययः अस्ति. स्वार्थे इत्युक्ते आत्मनि इति वदति, इत्युक्ते स्वस्मिन् कृते, हा इति वदति, परस्मै इति कृते न वदति इति अस्ति. समीचीनं, मन्दहासपूर्वकं वदति इति. क इति प्रत्ययः अपि वयं पठितवन्तः पूर्वे. तत्र नूल् नूल् अस्ति, एतत् नूल् नूल् अस्ति, नूल् अपि अस्ति, हा नूल् अपि अस्ति, आम् नूल् अपि अस्ति. अस्तु, सम्यक्. अन्य कोऽपि प्रश्नः अस्ति वा? आरम्भः जातः अस्माकं केवलम् इदानीम् अद्य भासपाठः, परन्तु कठिनं तु कदापि नास्ति, परन्तु प्रतिदिनं किञ्चित् किञ्चित् पठन्ति चेत् गृहपाठरूपेण अत्र किम् आसीत् इत्युक्ते पूर्वं पदस्य पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपाणि किं भवन्ति इति एतत् सर्वे कुर्वन्ति इदानीम् अद्यतनसप्ताहे कृत्वा ईपत्रे प्रेषयतु. तदनन्तरं पूर्वपाठसम्बन्धे किं किम् अस्ति, बहु किमपि अस्ति, तदपि पठन्तु. एवम् अनन्तरम् अग्रे गत्वा अग्रिमविषयम् अपि यत् अस्ति तत् किञ्चित् पठन्ति चेत्, यदि समयः अस्ति चेत् पठितुं शक्नोति चेत् तदपि अति सुलभं भवति. परन्तु एतत् अत्र अस्माकं प्रयोगः भवति, व्याकरणं वयं पठितवन्तः एव, इदानीं तस्य प्रयोगः इत्युक्ते समासः आगच्छति, सन्धिः आगच्छति, कारकम् आगच्छति, प्रत्ययाः आगच्छन्ति, अन्वयवाचकम्, एतादृशं सर्वं यत् वयं पठितवन्तः तस्य प्रयोगः भवति. शीघ्रमेव समापयितुं शक्नुमः एतत् पुस्तकम्. अस्तु, आगामिसप्ताहे कस्य उपस्थापनं भवति इदानीं? विनोदमहोदय, महोदय भारते आसीत्, इदानीं कर्तुं शक्यते वा? अहं दशमासतः स्वयं समयं न मिलित्वा कोऽपि कार्यं न कृतवान्. नास्ति चिन्ता, नास्ति चिन्ता. किञ्चिदेव प्रयत्नं करोति वा? आम् किञ्चित् प्रयत्नं करोतु, केवलं प्रयत्नं, यत् वक्तुं शक्यते वदतु, भवान् तु जानाति एव सर्वं. किञ्चित् प्रयत्नं करोति करोतु, अहं सहायं करोमि, नास्ति चिन्ता. अस्माकं केवलं कक्षा प्रयत्नमेव, नास्ति चिन्ता किमपि. अस्तु, तर्हि विनोदमहोदयस्य उपस्थापनं भवति आगामिसप्ताहे. अस्तु, अत्र तर्हि विरमामः, आगामिसप्ताहे मिलामः. अस्तु, धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः.